अस्तु, सर्वेषां स्वागतम्. तर्हि अस्माकम् अत्र विषयः अस्ति तुलनात्मकानि विशेषणानि. तत्र प्रथमतया तरप्रथमापि अस्माभिः अवलोकितमासीत्. इदानीं पियसून् इष्ठन् इति गतसप्ताहे अयं विषयः आरब्धः. तत्र विधायकसूत्रद्वयमस्ति. तत्र प्रथमतया अस्ति तमप् अपि च इष्ठन्. अतिशायने तमबाष्ठिननौ इति तमप् अपि च इष्ठन्. तत्र अस्माभिः दृष्टं यत् तमप् इति सुलभमस्ति. लघुयोगः तम लघुतम, लघुयोगः इष्ठन्, तत्र उकारस्य लोपं कृत्वा लघ् इष्ठ लघिष्ठ इति सामान्यमस्ति. अनन्तरं नाम यत्र आदेशः नास्ति बहुत्र आदेशः भवति इति अस्माभिः दृष्टं. प्रथमतया यत्र आदेशः नास्ति, नाम लघुशब्दः तस्य मूलं लघ् इति तिष्ठति. अत्र लघुतम लघिष्ठ लघ् इति अस्य तत्र मूलं तत्र तिष्ठति इति कृत्वा आदेशः नास्ति लघिष्ठ. एवमेव तरप् अपि च इयसून् तत्र सामान्यमस्ति. लघुयोगः तर इति लघुतर, लघुयोगः इयसून् अत्र उकारस्य लोपः लघीयस् इति प्रातिपदिकमस्ति. अत्र वैशिष्ट्यम् अस्ति यत् यत्र समूहद्वयमस्ति तर अथवा इयसून्, तत्र इयसून् इति स्थाने प्रातिपदिकं सकारान्तमस्ति. अन्यत्र सर्वत्र लघुतम लघिष्ठ लघुतर, सर्वत्र प्रातिपदिकम् आकारान्तम् अस्ति इति कृत्वा सौलभ्यमस्ति अस्माकं कृते. किन्तु इयसून् यत्र भवति तत्र सकारान्तप्रातिपदिकमस्ति इति जानीमः कथं भवति. किन्तु पुल्लिङ्गे विद्वस् शब्दवत्, नपुंसकलिङ्गे मनस् शब्दवत्, स्त्रीलिङ्गे नदी शब्दवत् इति गतसप्ताहे अस्माभिः दृष्टमासीत्. तर्हि विद्वस् अस्ति चेत् विद्वान् विद्वांसो विद्वांसः, मनस् अस्ति चेत् मनः मनसि मनांसि, तदाधारीकृत्य एतत् सर्वं भवति इति एकमस्ति. सकारान्तपदमस्ति इति मनसि निधाय अग्रे गन्तव्यमस्ति. एकं द्वितीयमस्ति यत् इयसून् तत्र दीर्घीकारः अस्ति, अतः अन्यत् किमपि कार्यं नास्ति चेत् तत्र दीर्घीकारः श्रूयेत. कुत्रचित् न भवति यतोहि अन्यत् किमपि कार्यमस्ति अथवा सन्धिकार्यमस्ति अथवा आदेशः अस्ति. किन्तु यथा पुस्तके पश्येम तत्र गुरुशब्दः अस्ति, गुरुस्थाने गर् इति अस्माभिः दृष्टं गतसप्ताहे. तर्हि गरीयस् गरीयस् दीर्घकारः अस्ति. पुनः युवन् तत्र यव् इति भवति, तत्र यवीयस्. तर्हि यः आदेशः अस्ति स च आदेशः हलन्तः अस्ति चेत् दीर्घकारः तु श्रूयेत. युवन् इति स्थाने विकल्पेन कन् इति भवति, कनीयस्. उरु इति स्थाने वर्वरीयस्. तर्हि एतेषु स्थलेषु दीर्घीकारः भवति. अखिला भगिनी पृष्टवती यद् बहुल इति स्थाने बहिः यद्भवति तत्र न तत्र तत्र यत्र बहुषु अस्ति इति प्रश्नः आसीत्. आगमिष्यामि. तर्हि बहीयस् बहीयस् इति भवति, बहीयस् इति भवति. दीर्घिकार बहुत्र, दीर्घिकारः बहुत्र अस्ति. कुत्र न भवति इति चेत् यत्र येन सह योगः भवति स च हलन्तः नास्ति चेत् तत् सन्धिः भविष्यति, सन्धिः भविष्यति. यथा प्रशस्यस्य शः श्रः इति सूत्रमस्ति खलु, तत्र प्रशस्य इति पदमस्ति. प्रशस्य प्रशंसनीय इति अस्मिन् अर्थे प्रशस्य समीचीनम् इति तादृश अर्थः. तत्र च यत्र श्र आदेशः भवति विकल्पेन श्र, तर्हि अकारः अस्ति इयस् तत्र गुणसन्धिं कृत्वा एकारः भवति श्रेयस्, अतः दीर्घिकारः नास्ति. मूल प्रकृतिः हलन्तः अस्ति चेत् दीर्घः भविष्यति, अजन्तः अस्ति चेत् तत्र सन्धिं कृत्वा करणीयमस्ति. अस्तु, तदर्थं श्रेयस्, तदर्थं प्रेयस्. अपि च इदमपि अस्माभिः दृष्टं यत् ज इति भवति चेत् द्वयोः स्थलयोः ज आदेशः भवति. तत्र प्रशस्य इति स्थाने तत्र विकल्पेन श्र आदेशः अथवा ज आदेशः, पुनः वृद्ध इत्यस्य स्थाने तत्र ज आदेशः भवति. यदा ज आदेशः भवति तदानीम् इयस् इत्यस्य दीर्घिकारस्य स्थाने आकारः भवति, अतः आकारः सवर्णदीर्घसन्धिं कृत्वा उभयत्र वृद्ध इत्यस्य जायस्. एवमेव तत्र प्रशस्य इत्यस्य विकल्पेन जायस् इति. तर्हि सामान्यमस्ति तत्र सर्वत्र सकारान्तपदमस्ति, सामान्यमस्ति मध्ये दीर्घिकारः श्रूयेत, किन्तु तस्मात् पूर्वं यः भागः अस्ति स च भागः अजन्तः अस्ति चेत् तत्र सन्धिं कृत्वा गुणसन्धिम् अथवा सुवर्णदीर्घसन्धिं कृत्वा फलं भवति. तदर्थं गरीयस् पुस्तके पश्यन्तु, तत्र गरीयस्, यवीयस्, कनीयस्, वरीयस्, किन्तु यत्र मूलभागः तत्र हलन्तः किन्तु अजन्तः अस्ति चेत् तत्र सन्धिं कृत्वा यथा श्रेयस्, प्रेयस्, पुनः आकारादेशः भवति यत्र जायस् इति सामान्यमस्ति. अनन्तरं यत्र बहुषु तुलना भवति, बहुषु तुलना भवति तत्र तमप् अपि च इष्ठन्, तर्हि इष्ठन् तत्र ह्रस्व इकारादिः अस्ति इति कृत्वा ह्रस्व इकारः अस्ति यदि भागः तस्मात् पूर्वं हलन्तः अस्ति, यथा गुरुशब्दस्य गर् इति यद् भवति गर्, तर्हि गरिष्ठ, यतोहि भागः अस्ति इष्ठ, अपि च तस्मात् पूर्वं प्रकृतिः हलन्ता अस्ति इति कृत्वा गरिष्ठ. एवमेव यविष्ठ, कनिष्ठ, वरिष्ठ, किन्तु भागः अजन्तः अस्ति चेत्, प्रकृतिः अजन्ता अस्ति चेत् तत्र किं सन्धिः भविष्यति, यथा ज्ययोगः इष्ट ज्येष्ठ, श्रयोगः इष्ट श्रेष्ठ, प्रयोगः इष्ट प्रेष्ठ इति एवमस्ति. अपि च बहिः इति प्रायः बहिष्ठ इति दीर्घिकारः स्यात्, द्रष्टव्यमस्ति. केनचित् विद्याभगिनी भवत्या दृष्टमासीत् वा? अस्तु, आं महोदय, तत्र अत्र अनुस्वारः अपि अस्ति, तत्र बहुल् इत्यस्य स्थाने बंहिष्ट, तत्र बकारस्य अकार उत्तरवर्ती इति एव रूपं नास्ति वा? बहिष्ट इति नास्ति, तत्र अनुस्वारः अपि अस्ति बंहिष्ट इति तादृशं न, किन्तु तत्र ह्रस्वीकारः वा? न दीर्घ इकारः दीर्घः अस्ति तु दीर्घिकारः भवति एव बहिष्ठ अस्तु बहिष्ठ भवति अस्तु समीचीनमस्ति बहु सम्यक् अस्ति सूत्रं प्रेषयतु कृपया सूत्रसङ्ख्यां दृष्टवती वा सूत्रसङ्ख्या षष्टाध्यायस्य चतुर्थपादे 157 64157 अस्तु अस्तु अस्तु धन्यवादः बहु समीचीनमस्ति अस्तु इति सामान्यचिन्तनमस्ति इदानीं तस्य व्यवहारः कथमस्ति इति अग्रे इति विषये अग्रे गच्छेम अनन्तरं गीताश्लोकाभ्यासः भवतु तत्र पञ्चदशाधिकशततमे पुटे अस्माकम् अभ्यासः आरब्धः गते सप्ताहे इतः अग्रे गच्छेम इदानीं नाम चतुर्थः अभ्यासः अस्ति अधोभागे अत्र सुब्रह्मण्यं तत्र पठितुमिच्छति वा आं महोदय अधः प्रतिगणं त्रीणि वाक्यानि सन्ति तानि परिशीलयत ततः अन्ते स्थितानां प्रश्नानाम् उत्तराणि लिखत रामलक्ष्मणयोः रामः ज्यायान् अत्र रामः लक्ष्मणः द्वयोर्मध्ये रामः ज्यायान् प्रायः अत्र अग्रजः इत्यस्य कृते अत्र द्वयोर्मध्ये रामः ज्यायान् द्वितीयमस्ति रामभरतलक्ष्मणशत्रुघ्नेषु जायान् इत्यस्य नाम निश्चयार्थं नाम रूपं कीदृशं भवेत् अत्र जायान् इति भवता उक्तं जायान् इति नाम अत्र पुल्लिङ्गे एकवचनमस्ति जायान् इति अत्र प्रातिपदिकमस्ति ज्यायस् अत्र यसून् प्रत्ययान्त शब्दः अत्र वृद्ध इत्यस्य प्रायः ज्या इति परिवर्तनं भूत्वा अत्र यसून् प्रत्ययं योजयित्वा अत्र ज्यायस् इति अत्र रामः लक्ष्मणः द्वौ अपि पुरुषौ अतः पुल्लिङ्गशब्द एकवचनपुल्लिङ्गशब्दरूपमस्ति प्रथमाविभक्तौ ज्यायान् इति बहु समीचीनमस्ति तर्हि अत्र सर्वत्र सामान्यमः तत्र अस्माभिः किं चिन्तनीयमस्ति प्रथमतया इयसून् अथवा इष्ठन् द्वयोः मध्ये किं स्यात् अनन्तरं यः शब्दः निष्पन्नः तस्य च वचनं किं स्यात् तर्हि वार्ताद्वयमस्ति भवान् वदतु कृपया कथं निश्चेतुं शक्नुमः उभयत्र अत्र अत्र प्रथममस्ति अत्र इयसून् प्रत्ययान्तपदमस्ति किमर्थमित्युक्ते अत्र अत्र तुलना अस्ति द्वयोर्मध्ये अतः इयसून् इत्यस्य उपयोगः अपि च अत्र वृद्धशब्दस्य अत्र ज्या इति आदेशः ज्यायोगः यसून् अत्र ज्यायस् इति प्रातिपदिकं भवति इदानीमत्र ज्यायान् इति पुल्लिङ्ग एकवचन प्रथमाविभक्त्यन्तरूपम् समीचीनमस्ति तर्हि प्रमुखतया वार्ताद्वयमस्ति यत्र कुत्र अस्माभिः किं चिन्तनीयमस्ति अग्रे गत्वा यत् प्रथमसोपानम् अस्ति यत् कति समूहाः सन्ति समूहद्वयमस्ति वा तदधिकमस्ति वा नाम केषु चयनं भवति कयोः चयनं भवति इति प्रथमतया अस्माभिः द्रष्टव्यमस्ति प्रथमं सोपानं समूहद्वयमस्ति अथवा तदधिकाः समूहाः सन्ति समूहद्वयमस्ति चेत् इयसून् तदधिकाः समूहाः सन्ति चेत् इष्ठन् इति प्रथमं सोपानम् अनन्तरं यदा शब्दः नाम कः प्रत्ययः द्वयोः मध्ये कः प्रत्ययः अपेक्षितः तदानीं यः शब्दः अस्माभिः इष्टः तत्र तस्मिन् कति सदस्याः सन्ति? अत्र रामः तत्र एक एव अस्ति इति कृत्वा, नाम प्रथमतया यथा महोदयेन उक्तमस्ति, रामलक्ष्मणयोः इति अत्र समूहद्वयमस्ति, द्वयोः मध्ये एकः इति कृत्वा इयसु. अनन्तरं यः स्वीकृतः सः पुनः एकः एव, तत्र बहवः भवितुमर्हन्ति स्म. द्वयोः मध्ये यः स्वीकृतः तस्य वचनं बहुवचनं भवितुम् अर्हति स्म. अत्र एकवचनमस्ति, तर्हि अत्र वार्ताद्वयमस्ति, मनसि भवेत्. प्रथमतया समूह कति समूहाः सन्ति, अनन्तरं यः शब्दः इष्टः अस्माभिः तस्मिन् कति सदस्याः सन्ति. अस्तु, बहु सम्यक् अस्ति. तर्हि द्वितीयं राजीभगिनी द्वितीयं करोतु, एतत् आधारीकृत्य. रामभरतलक्ष्मणशत्रुघ्नेषु रामभरतौ ज्यायांसौ. अत्र बहुषु द्वे तोलनं कृतः. अतः रामभरतलक्ष्मणशत्रुघ्नेषु चतस्रः पुरुषाः सन्ति, रामभरतः द्वे एव, अतः ज्यायांसौ इति अत्र आगच्छति. रामभरतलक्ष्मणशत्रुघ्नेषु रामभरतौ ज्यायांसौ ईयसुं प्रत्ययान्तं योजयित्वा. न न, एकनिमेषः, अत्र किञ्चित् पुनः चिन्तनीयमस्ति. अत्र अस्माकं प्रथमं चिन्तनं किं, कति समूहाः सन्ति? आम्, अत्र चतस्रः सन्ति. चतस्रेषु द्वौ तोलनं कृतम् अत्र, अतः ज्यायांसौ इति द्विवचने आगच्छति. रामभरतौ न, अत्र प्रथमं सोपानं सम्यक्तया न उक्तमस्ति. अत्र प्रथमं सोपानं किं? रामभरतलक्ष्मणशत्रुघ्नेषु कति जनाः सन्ति किल? न, तथा नास्ति. कति जनाः सन्ति इति न प्रश्नः, अत्र कति समूहाः सन्ति इति. प्रथमं सोपानं मया किम् उक्तं, प्रथमं सोपानमस्ति कति समूहाः सन्ति. एकसमूहः एव? न, अत्र समूहः इत्युक्ते जनाः समूहं किल. अत्र एकसमूहः रामभरत लक्ष्मण शत्रुघ्नः. एकनिमेषः, अत्र कः प्रत्ययः स्वीकृतः? अतः ईयसून् प्रत्ययः स्वीकृतः. कदा ईयसून् स्वीक्रियते? ईयसून् द्विवचनं यत्र यत्र द्विवचनमिति द्विवचनमिति न द्वे यत् द्वौ जनाः द्वौ जने न जनाः इति न प्रश्नः. अत्र प्रश्नः अस्ति समूहः, न तु जनः. द्वौ द्वे कति जनाः इति न प्रश्नः. अत्र तत्र कतिषु समूहेषु अन्यतमः स्वीक्रियते इति प्रश्नः. कति समूहाः सन्ति इति प्रश्नः अस्ति. अस्तु, अत्र किं स्वीकृतमस्ति? रामभरत इति समूहः अस्ति. अत्र यदा एकनिमेषः वदतु. रामभरतः एकः समूहः, रामभरत लक्ष्मण शत्रुघ्नः अन्यः समूहः. एकः समूहः कः? रामभरतः. अन्यः समूहः रामभरत न पुनः किमर्थं वदति रामभरतः पुनः किमर्थं? यदा अत्र यदा हि वयं पश्यामः यद् रामभरतः इति एकः समूहः अस्ति, अवशिष्टसमूहः कः? लक्ष्मण शत्रुघ्नः. इति अपरसमूहः अत्र अतः अत्र यद्यपि चत्वारः जनाः स्युः किन्तु अत्र समूहद्वयं निर्दिष्टमस्ति वक्त्रा वाक्यनिर्माता अस्ति तस्य मनसि अस्ति यत् यद्यपि चत्वारः जनाः सन्ति तत्र किन्तु समूहद्वयमस्ति इति कृत्वा इयसून् स्पष्टमस्ति वा अतः प्रथमं सोपानमस्ति कति जनाः इति न अपि तु यः वक्ता अस्ति तस्य मनसि कति समूहाः सन्ति कति समूहाः यदा हि वयं पश्यामः यत् रामभरत इति प्रातिपदिकं स्वीकृतमस्ति रामभरत अत्र तदानीमवगच्छामः यावत्पर्यन्तं रामभरत इति न पश्यामः तदा तावत्पर्यन्तं वयं न जानीमः यत् तावदेव जानीमः चत्वारः जनाः सन्ति किन्तु कीरकं विभजनं जातम् अस्ति इति न जानीमः विभजनमस्ति तत्र समूहद्वयं तदानीं इयसून् न तु इष्ठन् खलु तर्हि रामभरतलक्ष्मणशत्रुघ्नेषु रामभरतौ ज्यायांसौ एकः समूहः रामभरतौ अन्यः समूहः लक्ष्मणशत्रुघ्नः लक्ष्मणशत्रुघ्नौ शत्रुघ्नौ रामभरतौ ज्यायांसौ इति द्विवचने ईयसुं प्रत्ययः आगच्छति सत्यं किल न न द्विवचने इति द्विवचने अस्ति इति इयसून् इति अस्य न कोऽपि सम्बन्धः शब्दस्य वचनम् अपि च इयसून् अथवा इष्टन् द्वयोः वार्ता तत्र न कोऽपि सम्बन्धः बुद्धं खलु आरम्भे अस्माकं सोपानचिन्तनम् एकं वदामि अनन्तरं महोदयस्य प्रश्नः अत्र चत्वारः जनाः सन्ति किन्तु समूहद्वयमस्ति समूहद्वयमस्ति इति निर्दिष्टमिति कृत्वा इष्टन् इयसून् इति अपेक्षितमस्ति अनन्तरम् अस्मिन् समूहे कति सदस्याः सन्ति इति दृष्ट्वा द्विवचनम् इति पृथक् वार्ता अस्ति सुपादद्वयमस्ति कति समूहाः सन्ति इति दृष्ट्वा कः प्रत्ययः अनन्तरं शब्दस्य वचनस्य निर्धारणार्थम् अस्मिन् समूहे कति सदस्याः सन्ति अत्र सदस्यद्वयमस्ति अस्मिन् समूहे इति कृत्वा द्विवचनमस्ति तद् आधारीकृत्य इयसून् प्रत्ययं योजनीयं अस्तु महोदय इयसून् स्वीकृतमस्ति यतोहि समूहद्वयमस्ति किन्तु द्विवचनं स्वीकृतमस्ति किमर्थम् इयसून् प्रत्ययः समूह न न न न इयसून् इति प्रत्ययस्य कार्यं समाप्तम् यदा हि वयम् अवगच्छामः यत् अत्र समूहद्वयमस्ति तदानीम् इयसून् अनन्तरं यः शब्दः निष्पन्नः तस्मिन् तत्र वचनं किम् इति कथं निर्धारयितुं शक्नुमः इति अखिल भगिनी वदतु पुनः एकवारं तत्र किं नाम अस्माकं निर्णयद्वयं यस्मिन् कस्मिन्नपि वाक्ये अस्माकं निर्णयद्वयं वर्तते प्रथमतया कः प्रत्ययः अनन्तरं शब्दस्य किं वचनम् उभयत्र किं कुत्र द्रष्टव्यमस्ति निर्धारणार्थं हा तत्र प्रथमं तु कः प्रत्ययः इत्यत्र तु तत्र यथा भवान् पूर्वम् उक्तवान् तत्र द्वयोः एकस्य विषये वदामः चेत् तत्र इयसून् इति आगच्छति बहुषु इति यदा विषयः अस्ति तत्र इष्टन् इति प्रत्ययः अत्र इत्युक्ते कथम् इत्युक्ते कति समूहाः सन्ति प्रत्ययस्य निर्धारणार्थं कति समूहाः सन्ति अस्तु अनन्तरं वचनं वचनं तु तत्र यस्मिन् यस्य समूहस्य पृथक्करणं भवति इदानीम् इत्युक्ते तत्र रामभरतः इति एकः समूहः लक्ष्मणशत्रुघ्नः इति अपरः समूहः इति वयं दृष्टवन्तः तत्र रामभरतः इति समूहे कति सदस्याः सन्ति इति दृष्ट्वा तदनुगुणं तत्र इयसून् इति यत् प्रत्ययः इदानीं योजितवन्तः तस्य पदस्य वचननिर्धारणं भवति. तर्हि अत्र रामपरतौ इति जनद्वयं तस्मिन् समूहे अस्ति इति कृत्वा तत्र ज्यायांसौ इति द्विवचनप्रयोगः अत्र. हा हा, समीचीनमस्ति. प्रातिपदिकं ज्यायस् अस्ति यतोहि समूहद्वयमस्ति. तत्र तदधिकसमूहाः यदि अभविष्यन् तर्हि ज्यायस् इति तत्र ज्येष्ठ इति अभविष्यत्, किन्तु ज्येष्ठ नास्ति यतोहि समूहद्वयमस्ति. तदर्थं ज्यायस् अस्ति. अपि च तस्मिन् स्वीकृते समूहे द्वौ सदस्यौ स्तः इति कृत्वा द्विवचने, तदर्थं जायांसौ. पुलिङ्गे अस्ति यतोहि जनद्वयमपि पुलिङ्गे, जायांसौ. अस्तु, तत्र सुब्रह्मण्यं महोदय, तत्र भवतः प्रश्नः आसीत् वा? आं महोदय, अत्र समूहद्वयम् इति कथं जानीमः इत्युक्ते अत्र रामभरतौ इति समस्तपदमस्ति भूत्वा अत्र समूहद्वयम् इति चिन्तयामः वा? हा सत्यं, यावत्पर्यन्तं तत् पदं न पश्यामः तावत्पर्यन्तं वक्तुः मनसि कीदृशविभजनमस्ति इति अवगन्तुमेव न शक्नुमः. अत्र चत्वारः जनाः सन्ति, किन्तु कीरकं विभजनं तत्र रामभरतशब्दस्य दर्शनेनैव निश्चेतुं अवगन्तुं शक्नुमः खलु? सत्यमेव. यदि वाक्यं रामभरतलक्ष्मणशत्रुघ्नेषु रामः लक्ष्मणः च अस्ति तर्हि अत्र ज्येष्ठौ भवति वा? न, पुनः पृथक्तया समस्तपदं न कृत्वा अकृत्वाति वा? आं महोदय, रामः भरतः च इति वदामः तर्हि ज्येष्ठौ भवति वा? अत्र समूहद्वयं न भवति इदानीम्. आमाम्, अत्र समूहचतुष्टयमिति वक्तुः मनसि अस्ति चेत् वक्तुः मनसि अस्ति चेत् समूहचतुष्टयं, तर्हि सत्यमेव. सरलरीत्या वदामः चेत् रामः चतुर्षु रामः एव स्वीकृतः चेत् तत्र ज्येष्ठः इति अवश्यम्. अपि च यदि स्वीकुर्मः यत् रामः भरतश्च इत्यनेन तत्र पृथक्तया पृथक् पृथक् इति कृत्वा समूहचतुष्टयमस्ति, तदानीमपि तथा भवितुमर्हति. बालसुब्रह्मण्यं, तत्र भवतः प्रश्नः आसीत् वा? आमां, लघु प्रश्नमेव. अत्र प्रथमसमूहे शत्रुघ्नेषु इति बहुवचन सप्तमी रूपमस्ति किल? यतोहि आहत्य चत्वारः जनाः सन्ति, किन्तु किन्तु अस्मिन् तत्र जनचतुष्टयमस्ति. चतुर्षु जनेषु तत्र नाम की इत्युक्ते कीरकं कीदृशं विभजनं कीदृशं विभजनमपि द्रष्टव्यमस्ति खलु? यद्यपि चत्वारः जनाः सन्ति, तत् सत्यं भवता उक्तं, चत्वारः जनाः सन्ति, बहुवचनमस्ति, किन्तु रामभरतौ इति उत्तरं दृष्ट्वा वक्तुः मनसि अस्ति यत् इदानीं चतुर्षु जनेषु अत्र समूहद्वयं निर्मितमस्ति. समूहद्वयमस्ति इदानीं आम् इति अनन्तरं यदा अग्रे गच्छामः तदानीम् अन्यरीत्या कथं विभजनं भवितुमर्हति इति द्रक्ष्यामः. यदि रामः एव स्वीकृतः स्यात्, रामः चत्वारः जनाः सन्ति, तत्र रामः स्वीकृतः, तदानीम् इष्ठ इति भविष्यति. स्पष्टं वा? अस्तु, लक्ष्मीभगिनी, महोदय, एक प्रश्नः अस्ति. यदा वयं वदामः न सर्वेषु छात्रेषु रामः ज्येष्ठः, अपि च वदामः भिन्नरीत्या राम लक्ष्मण भरतशत्रुघ्नेषु गणेषु रामः जयायां सः तत् सत्यं तत् शुद्धमस्ति वा तादृशी चिन्तनम्? तदानीं रामः स्वीकृतः अस्ति अन्तिमवा नाम छात्रेषु समीचीनम् अत्र अत्र द्विवचनं किमर्थं वक्तुमिच्छति भवान्? न द्विवचनं न वक्तुमिच्छति किमर्थम् इच्छति? यथा तत्र गणद्वयं समूहद्वयं तत्र सन्ति स्तः यथा राम भरत लक्ष्मण शत्रुघ्नेषु रामः रामः जयायां सः तत्र तु गणद्वयमेव सन्ति एस्मिन् प्रत्यया योजित्वा तत्र रामः तु एकवचनमस्ति तत् कारणात् तत् जयायान् वदामः तत्र परन्तु यदा वदामः तत्तु वक्तुं शक्नुमः किन्तु प्रायः साधारणचिन्तनं तथा न स्यात् यतोहि चत्वारः जनाः सन्ति नाम चिन्तनविधिमनुसृत्य एतत् सर्वं निर्धार्यते नाम अत्र चत्वारः जनाः सन्ति रामः एव स्वीकृतः इति कृत्वा मनसि भवति यत् अस्तु तर्हि वक्तुः मनसि प्रत्येकं जनः पृथक् पृथक् न इदानीं तु एतस्मिन् उदाहरणे तत् एकः समूहः अस्ति रामः भरतः लक्ष्मणः शत्रुघ्नः तस्मिन् भरत शत्रुघ्नः लक्ष्मणः तु एकसमूहः अस्ति रामः तत्तु भवतु अहम् अवगच्छामि भवतः कथनस्य आशयं किन्तु अत्र तत्तु प्रायः साधारणचिन्तनं नास्ति यदा श्रोता शृणोति यत् चतुर्षु जनेषु भवान् एकं स्वीकृतवान् तर्हि बहुषु एकः इति साधारणचिन्तनं तत्र रामः एकः समूहः भरतलक्ष्मणशत्रुघ्नः इति अन्यसमूहः इति प्रायः साधारणचिन्तनं न स्यात् इति अस्ति वक्तुं शक्यते किन्तु प्रायः तदानीं तदर्थं खलु इष्टप्रत्ययः निर्मितः बुद्धं वा भवतः चिन्तनं तत्र दोषपूर्णं नास्ति किन्तु साधारणचिन्तनं न स्यात् किञ्चित् असाधारणमस्ति यत्किमपि भवतु नाम अस्माकं सिद्धान्तः अवगन्तव्यः अस्ति यत् वक्तुः मनसि कति सदस्याः सन्ति तदाधारीकृत्य प्रत्ययः निश्चीयते यदि सदस्यद्वयमस्ति कथञ्चित् यथा कथञ्चित् अपि समूहद्वयमस्ति तदानीम् इयसु अस्तु लक्ष्मीभगिनी अग्रे रामभरतलक्ष्मणशत्रुघ्नेषु रामभरतलक्ष्मणाः ज्यायां सः अस्मिन् वाक्ये अपि समूहद्वयमस्ति अत्र प्रथम समूहे जनचतुष्टयम् अस्ति द्वितीयगणे द्वितीयसमूहे जनत्रयमस्ति अतः अत्र तुलना द्वयोः समूहयोः मध्ये तुलनां कुर्मः चेत् इयसुन् प्रत्ययं योजयामः अत्र जायां सः इति इयसुन् अत्र वृद्धा इत्यस्मिन् अर्थे ज्याच इति सूत्रेण प्रकृत्यादेशः भवति अतः अत्र जायां सः इति इयसुन् प्रत्ययान्तरूपम् अस्ति परन्तु अत्र द्वितीयगणे रामभरतलक्ष्मणाः अत्र बहुवचने जनत्रयमस्ति इति कृत्वा बहुवचने दत्तमस्ति तदर्थं ज्यायस् इति प्रातिपदिकस्य पुंलिङ्गबहुवचनं ज्यायां सः तथा बहु समीचीनमस्ति अत्र राजेन्द्रमहोदय भवान् यथा विभजनं कर्तुम् इष्टवान् अत्र विपरीतत्वेन अत्र जनत्रयं स्वीकृतमस्ति अतः अत्र केवलं समूहद्वयं सम्भवति. भवान् एक एव स्वीकृतवान्, अतः विशिष्टजनत्रयम् एकः समूहः भवितुम् अर्हति स्म स्म, किन्तु तत्तु सामान्यचिन्तनं प्रायः न स्यात्. एकवारं यदा जनत्रयं स्वीकृतमस्ति तत्र विकल्पः एव नास्ति, एक एव अवशिष्टः इति कृत्वा समूहद्वयमस्ति. किन्तु चतुर्षु एकः स्वीकृतः तदानीम् अवशिष्टभागः अपि तादृश एक एव समूहः इति प्रायः साधारणचिन्तनं नास्ति, यतोहि एकः व्यक्तिः स्वीकृतः अस्ति. एकः व्यक्तिः स्वीकृतः अस्ति तदानीं प्रायः व्यक्तिमनुसृत्य व्यक्तिचतुष्टयम् इति कृत्वा समूहचतुष्टयम् इति साधारणचिन्तनं स्यात्. अस्तु, अग्रे गच्छेम. तर्हि रत्ना भगिनी अग्रे. अस्तु महोदय. रामभरतलक्ष्मणशत्रुघ्नेषु कः ज्येष्ठः? अस्तु, अत्र उपरि दृष्ट्वा वदामः चेत् तत्र समूहद्वयं कृत्वा न, अत्र ज्येष्ठः इति अस्ति, अतः तिष्ठन् प्रत्ययान्तं स्वीकृतम् अस्ति. अत्र रामः एतेषु पुरुषेषु ज्येष्ठः इति वदामः. समीचीनमस्ति. रामः ज्येष्ठः. अत्र प्रश्नस्य दर्शनेन अवगच्छामः यत् समूहचतुष्टयमस्ति. एकः व्यक्तिः स्वीकृतः अस्ति, अपि च प्रश्नः तत्र यथा भवती उक्तवती ज्येष्ठः इति प्रश्न इति अस्य वदने तत्र केवलं समूहद्वयं नास्ति. अस्तु, बहु समीचीनमस्ति. तर्हि समूहचतुष्टयमस्ति, तदर्थम् इष्टन् प्रत्ययः न तु इयसून्. अपि च एका एव तस्मिन् समूहे एकः एव सदस्यः अस्ति इति कृत्वा एकवचने अस्ति. तर्हि रामः ज्येष्ठः, बहु सम्यक् अस्ति. अग्रे अग्रे राजेन्द्रमहोदय, भवानेव वदतु अग्रे. आं महोदय. रामभरतलक्ष्मणशत्रुघ्नेषु कः कनिष्ठः? अत्रापि अस्मिन् वाक्ये अपि कनिष्ठः इष्ठन् प्रत्ययान्तम् अस्ति पदं, तत्कारणात् अत्र रामभरतलक्ष्मणशत्रुघ्नेषु अत्र समूहचतुष्टयम् अत्रापि सन्ति, तस्मिन् कः कनिष्ठः? शत्रुघ्नः कनिष्ठः अस्ति. शत्रुघ्नः एव एकः एव एकवचने अस्ति कनिष्ठः. हा, बहु समीचीनमस्ति. अस्तु, बालसुब्रह्मण्यम् तत्र अग्रिमं वदतु. रामलक्ष्मणयोः कः कनीया? अत्र द्वयः समूहः सन्ति, रामः एकः समूहः, लक्ष्मणः एकः समूहः, तयोः द्वौ समूहौ स्तः, तयोः कनियान् कः इत्युक्ते लक्ष्मणः कनियान्. हा, बहु समीचीनमस्ति. अत्र पदस्य वचनं कथं निर्धारयितुं शक्नुमः? अत्र कः प्रत्ययः इति भवान् उक्तवान्, तत्र समूहद्वयमस्ति, द्वौ समूहौ. इदानीं पदस्य अत्र तत्र वचनं कथं जानीमः? वचनं एकवचनमेव. किमर्थं? कः द्वयोः मध्ये एकः एव उत्तरम्. हा हा, समीचीनमस्ति. स्वीकृते समूहे एक एव सदस्यः अस्ति, समीचीनमेव. अस्तु, अग्रे शुकवनम तत्र अग्रे. तत्र तृतीय इति वा नो चेत् चतुर्थ वा? चतुष्टयः. चतुष्टयः. रामभरतलक्ष्मणशत्रुघ्नेषु कौ कनीयांसौ इति अस्ति. अत्र कौ इति दत्तम् इति कृत्वा तत्र समूहद्वयं इत्येव वक्तुः मनसि अस्ति इति जानीमः. अतः इयांस् इयान्स् इयसून् इति प्रत्ययः योजनीयः भवति. इदानीं तत्र कौ इति अस्ति इति कृत्वा इयसून् इति प्रत्ययस्य योजना अस्ति. अनन्तरं तत्र द्विवचनरूपेण कनीयांसौ इति प्राप्तमस्ति. द्विवचने द्विवचने अस्ति यतोहि तत्र कौ इति इति अस्ति उत्तरं. कौ इति प्रश्नः कौ इति इति द्विवचने अस्ति इति कृत्वा तत्र कनीयांसौ इति. आं न हा सत्यं सत्यं. नाम स्वीकृते समूहे कति सदस्याः सन्ति इति चेत् द्वौ समूहौ द्वौ सदस्यौ. अस्तु तर्हि महोदय उत्तरं सारि क्षम्यताम् उत्तरं वदामि. तत्र रामभरतलक्ष्मणशत्रुघ्नेषु लक्ष्मणशत्रुघ्नौ कनीयांसौ इति उत्तरं भवति. इदानीं यद् भवता उक्तं तत्र एतद् अत्रैव पर्यवसितम् इति तत्र इष्टन् इति प्रत्ययं योजयित्वा यद् रूपं यत् प्रातिपदिकं सिद्ध्यति तस्य केवलं एकवचने एव रूपं भवति. यदा कदापि द्विवचने वा बहुवचने वा रूपं न भवति इति पर्यवस्यति तत्र. इष्टानिति वा हा किमर्थमित्युक्ते तत्र बहुषु एकः कः इति प्रश्ने सति तत्र इष्टन् योजयामः. न किन्तु तत्र यः यः समूहः बहुषु समूहेषु एकः समूहः स्वीकृतः तस्मिन् समूहे बहवः सदस्याः भवितुमर्हन्ति. न तदानीं तादृशमेव मया चिन्तितं महोदय. यदा कदापि तादृशं न भवति इति मया अवश्यम् अवश्यं सहजतया भवितुमर्हति. तत्र सामान्यमस्ति श्रेष्ठ नाम श्रेष्ठाः इति बहुवचने कदाचिदपि न भवितुमर्हति इति भवतः चिन्तनं वा? सत्यं दश किमर्थमित्युक्ते अहं किञ्चित् वदामि. तत्र षट्सु जनेषु दशजनाः इति दशजनाः इति षट्सु जनेषु दश इति एकः समूहः स्वीकृतः. तस्मिन् समूहे दशजनाः सन्ति. दशजनाः श्रेष्ठाः किमर्थं न स्यात्? पुनः वदतु महोदय वाक्यं. शतं जनाः सन्ति. अस्तु तेषु षट्सु जनेषु एकः समूहः स्वीकृतः यस्मिन् दशजनाः स्युः. तर्हि षट्सु जनेषु दशजनाः श्रेष्ठाः. समूहः एकः अस्ति बहुषु नाम तत्र दशसमूहाः सन्ति. शतं जनाः सन्ति तत्र विभजनमस्ति. दशसमूहाः सन्ति. प्रत्येकस्मिन् समूहे दशजनाः सन्ति. हा अवगतम्. इत्युक्ते तत्र बहुषु समूहेषु एकः एव समूहः स्वीकृतः किन्तु तस्मिन् समूहे बहवः जनाः वा सदस्याः सन्ति चेत् तत्र बहुवचनं भवति इष्टम् इत्यस्य. तथैव समीचीनम् अस्तु महोदय. हा अवगतम्. अस्तु समीचीनमस्ति. तर्हि अग्रे गच्छेम. विद्यापयने अग्रे कृपया. सीता ऊर्मिलयोः सीता ज्यायसि इति अस्ति. तर्हि अत्र समूहद्वयमस्ति. सीता अपि ऊर्मिला. द्वयोर्मध्ये सीता एव ज्यायसि इत्युक्ते अत्र श्रेष्ठा इत्यस्मिन् अर्थे अस्ति इति चिन्तयामि. ज्यायसि आं. तर्हि समूहद्वयमस्ति अपि च वचनं कथं निर्धाय सीता इति स्त्रीलिङ्गे अस्ति एकवचने. अतः अत्र ज्यायसि इति स्त्रीलिङ्गे एकवचने. तत्र प्रशस्य इत्यस्य स्थाने ज्या आदेशः. तर्हि स्त्रीलिङ्गे ज्यायसि इति रूपम्. अतः एकवचने ज्यायसि सीता ज्यायसि. आमामाम्. एतावता सर्वेषु उदाहरणेषु तत्र पुल्लिङ्गे आसन्. इदानीं स्त्रीलिङ्गे स्वीकुर्मः. तर्हि प्रथमं यथा पूर्वं चिन्तनविधिः समानः नाम तत्र कति समूहाः सन्ति, अनन्तरं स्वीकृते समूहे कति सदस्याः सन्ति. अत्र समूहद्वयमस्ति, स्वीकृते समूहे एकः सदस्यः सीता. अस्तु, भवती एव द्वितीयं करोतु कृपया. सीता माण्डवी ऊर्मिला श्रुतकीर्तिषु सीता माण्डव्यौ ज्यायस्यौ. अत्र पुनः अत्र समूहद्वयमस्ति, सीता माण्डवी इति एकं समूहम् एकः समूहः, अपि च ऊर्मिला श्रुतकीर्ति इति अन्यः समूहः. तर्हि इदानीं सीता माण्डवी इति समूहं स्वीकृत्य यतोहि तदनन्तरं सीता माण्डवी इति समूहः अस्ति इति कृत्वा अत्र सीता माण्डवी एकः समूहः, अनन्तरम् ऊर्मिला श्रुतकीर्तिः अन्यः समूहः. इदानीं सीता माण्डवीं स्वीकृत्य वाक्यमस्ति, सीता माण्डवी तत्र द्वौ जनौ स्तः, अतः सीता माण्डव्यौ. अत्र पुनः इयसून् इति प्रत्ययं योजयित्वा प्रशस्य इत्यस्य स्थाने ज्य आदेशः. तर्हि इयसून् इत्युक्ते अत्र समूहद्वयम् अस्ति, द्वयोर्मध्ये तुलना अस्ति. तर्हि अत्र समूहद्वयं वर्तते, तत्र द्वयोर्मध्ये एकस्य अतिशयं दर्शयितुम् इच्छामः, तत्र इयसून् इत्यस्य उपयोगः भवति. अतः अत्र इयसून् इत्यस्य प्रयोगः. सीता माण्डव्यौ जनद्वयम्, अतः ज्यायसि इति स्त्रीलिङ्गे एकवचने, अत्र द्विवचने ज्यायस्यौ इति नदीशब्दवत्. बहु समीचीनमस्ति. तर्हि समूहद्वयमस्ति, स्वीकृते समूहे सदस्यद्वयमस्ति, पुनः सदस्यद्वयमिति कृत्वा प्रथमतया इयसून् इति प्रत्ययः, समूहद्वयमिति कृत्वा, अनन्तरं स्वीकृते समूहे जनद्वयमस्ति इति कृत्वा, सदस्यद्वयमस्ति कृत्वा द्विवचने. जनद्वयमपि स्त्री इति कृत्वा स्त्रीलिङ्गे. अस्तु, बहु समीचीनं. पूर्व क्षम्यतां महोदय, पूर्व उदाहरणे अपि एवं रूपम् उपयोगं शक्यते किल, राम भरत लक्ष्मण सत्त्वगुणेषु रामभरतौ ज्यायांसौ इति किल. आम् आम्, यदि यथा लिखितमस्ति खलु पूर्वतने पृष्ठे, किम् आम् इति तथैव सत्यं, तथैव अस्ति. रूपं भिन्न, रूपं किञ्चित् भिन्नः किल. न, किं भिन्नं तत्र? लिङ्गभेदः अस्ति. न न न न, लिङ्गं नास्ति. सीता माण्डवी ऊर्मिणा श्रुतकीर्तिषु सीता माण्डव्यौ ज्यायसौ इति एकं रूपम्. अत्र रामभरतलक्ष्मणशत्रुघ्नेषु रामभरतौ ज्यायांसौ इति भिन्नरूपम्. भिन्नरूपम् इत्युक्ते किम्? भिन्नरूपम् इति सर् शतस्रः नामः युगपत् अस्ति रामभरतलक्ष्मणशत्रुघ्नेषु उभयत्र. आम्, चत्वारः जनाः किन्तु समूहद्वयम् इति उभयत्र अस्ति. तत्र द्वयोः उदाहरणयोः भेदः एकः एव अस्ति, लिङ्गभेदः. प्रथमे उदाहरणे सर्वे जनाः तत्र पुरुषाः, द्वितीये उदाहरणे सर्वे महिलाः सन्ति, सर्वाः इति कृत्वा उभयत्र समूहद्वयमस्ति. अतः इयसून् उभयत्र स्वीकृते समूहे सदस्यद्वयमस्ति इति कृत्वा द्विवचने. भेदः कः? लिङ्गभेदः. तदर्थं रूपभेदः किम्? अन्यः कः भेदः अस्ति? ज्यायांसौ इति द्विवचने अस्ति, इयसून् प्रत्ययः, किन्तु पुल्लिङ्गे अस्ति, पुल्लिङ्गे अस्ति इति रूपभेदः अस्ति. यतोहि पुल्लिङ्गे अस्ति ज्यायांसौ. क्षम्यतां महोदय, अत्र सीता माण्डवी, तदनन्तरं हैफन् ऊर्मिला श्रुतकीर्ति, सो द्वयः समूहः सूचितम्. केवलं स्पष्टीकरणार्थं वस्तुतः पदमेकमेव अस्ति, पदमेकमेव अस्ति, एतत् पदम् एकमेव अस्ति. तत्र हैफन् स्वीकृतं, तत्र हैफन् प्रदर्शितुं शक्तवन्तः वयं पूर्वतने पुटे अपि रामभरत हैफन् लक्ष्मणशत्रुघ्नेषु इति इति लेखितुं शक्तवन्तः. तत् एवमेव हैफन् न स्थापितमस्ति, किन्तु समस्तपदमस्ति, एक उभयत्र पदमेकमेव. बुद्धं महोदय, एक प्रश्नः अस्ति. यथा भवान् उक्तवान् स्वीकृते समूहे, अत्र सतिसप्तमी प्रयोगः अस्ति आसीत् वा तस्मिन् वाक्ये यथा भवान् उक्तवान्? न न, सतिसप्तमी इति न, तत्र केवलम् अधिकरणसप्तमी अस्ति. तस्मिन् अस्मिन् गृहे कति जनाः सन्ति? चत्वारः जनाः. अधिकरणसप्तमी अस्मिन् तस्मिन् समूहे, स्वीकृते समूहे इति अधिकरणसप्तमी अस्ति. अत्र सीता ऊर्मिलयोः सीता जायसि इति दत्तमस्ति. अत्र जायसि इति पदं वृद्धा इत्यस्मिन् अर्थे वा, नो चेत् प्रशस्या इत्यस्मिन् अर्थे वा, कथं ज्ञातुं शक्नुमः अस्मिन् अर्थे? अर्थं नाम वाक्यस्य वक्तुः विवक्षां दृष्ट्वा, नो चेत् अनुमानमेव कर्तव्यमस्ति. द्वयोः मध्ये किमपि भवितुमर्हति स्म. अर्थं यावत्पर्यन्तम् अर्थः स्पष्टः नास्ति तावत्पर्यन्तम् अनुमानमेव अस्ति. कुत्रचित् द्वयमपि सम्भवति. एकमेव वाक्यमस्ति अस्माकं पुरतः इति कृत्वा तत्र अत्र तु वृद्धा इत्येव अर्थः. हा आमाम्, अत्र अत्र हा नाम सन्दर्भम् अनुमानम् अवगच्छामः, अत्र वृद्धार्थे अस्ति. हा किन्तु द्वयमपि सन्दर्भं दृष्ट्वा अवगच्छामः सर्वत्र. अस्तु, अखिला भगिनी अग्रे. सीता माण्डवी ऊर्मिला श्रुतकीर्तिषु सीता माण्डवी ऊर्मिलाः जायस्यः. अत्र पुनः तत्र समूहद्वयमस्ति, सीता माण्डवी ऊर्मिला श्रुतकीर्ति कीर्तिषु सीता माण्डवी ऊर्मिलाः इति, अत्र सीता माण्डवी ऊर्मिलाः इति एकः समूहः, श्रुतकीर्ति इति अन्यः समूहः. तत्र सीता माण्डवी तत्र समूहद्वयमस्ति इति कृत्वा तत्र प्रथमं तत्र ES इति प्रत्ययस्य उपयोगः. तत्र यथा अस्माभिः पूर्वं चर्चितं, तत्र ज्या इति आदेशः भवति तत्र वृद्धा इति इत्यस्मिन् अर्थे. तर्हि जायस् जायसि ज्य इति आदेशः. तत्र ज्यायस् इति नदीवत् श्रीलिङ्गप्रातिपदिकं, तत्र बहुवचने जायस्यः इति रूपम्. आं, यतोहि स्वीकृते समूहे तिस्रः महिलाः सन्ति. सत्यम्. आमाम्, अस्तु, बहु समीचीनमस्ति. अग्रे गच्छामः. अत्र सहदेव महोदय वक्तुमिच्छति वा अथवा शृणोति वा? केवलं शृणोमि महोदय. अस्तु अस्तु, समीचीनमेव यत्किमपि. रत्ना भगिनी अग्रे. अस्तु महोदय, अत्र सीता माण्डवी ऊर्मिला श्रुतकीर्तिषु का ज्येष्ठा इति, अत्र ज्येष्ठा इति एकवचने अस्ति त्रिलिङ्गे, अतः वयं जानीमः इष्ठन् बहुवचने अस्ति, बहवः जनाः सन्ति अत्र, अपि च इष्ठन् इति उपयोगं करणीयं. किमर्थमित्युक्ते एका एव उत्तर रूपेण स्वीकृतम्. अत्र सीता इति ज्येष्ठा भवति एतासु महिलासु. तर्हि वाक्यं किं भवति? हा, सीता माण्डवी ऊर्मिला श्रुतकीर्तिषु सीता ज्येष्ठा. बहु समीचीनमस्ति. अत्र पश्यन्तु, यद्यपि हैफन् अस्ति तत्र केवलम् अवगमनार्थं सौलभ्यार्थं, किन्तु अत्र कति समूहाः सन्ति? अत्र बहुवचनमस्ति महोदय, अत्र चत्वारः समूहाः इति स्वीकर्तुं शक्नुमः. आम्, तथा अस्ति. एका एव व्यक्तिः अस्ति, तदाधारीकृत्य वयम् अवगच्छामः यत् प्रायः चत्वारः सन्ति समूहाः, प्रत्येकस्मिन् समूहे एकः सदस्यः. अस्तु, बहु समीचीनमस्ति. अग्रे राजीभगिनी, अग्रे. सीता माण्डवी ऊर्मिला श्रुतकीर्तिषु का कनिष्ठा? अत्र सीता माण्डवी ऊर्मिला श्रुतकीर्तिषु चतस्रः समूहः अस्ति सन्ति. का श्रीलिङ्गपदं, का कनिष्ठा? अत्र सर्वेषु चतसृषु एकः एव अत्र दत्तम्, अतः इष्टः इष्टनिधि इति प्रत्ययं योजयामः. का कनिष्ठा इत्युक्ते इद अत्र सीता माण्डवी ऊर्मिला श्रुतकीर्तिषु श्रुतकीर्तिः कनिष्ठा इति उत्तरम् आगच्छति. आं, बहु समीचीनमस्ति. अस्तु, राजेन्द्र महोदय, अग्रे. आम् महोदय, सीता ऊर्मिलयोः का कनीयसी? अत्र समूह द्वयम् एव अस्ति, तत्र सीता एका एका ऊर्मिला द्वितीयसमूहः अस्ति, तत्र तस्मिन् तोलनार्थं तत्र का कनीयसी, तत्र सीता ऊर्मिलयोः ऊर्मिला कनीयसी, कनीयस्य उत्तरं भवति. तत् यसन् यत् यत् तथा तत्र समूहद्वयम् एव आसन् तत्र तत्कारणात् आसः तत्कारणात् तत्र इयसन् प्रत्यया प्रयुज्य तुलनात्मक वाक्यं भवति. एक अपि च क्षम्यतां महोदय, अपि च उर्मिला एका एव सदस्यः स्वीकृताः, स्वीकृते समूहे तत्र एक एकवचनं भवति कनीयसि स्त्रीलिङ्गपदम्. अस्तु, तर्हि आहत्य वाक्यं भवति किं? सीता ऊर्मिलयोः ऊर्मिला कनीयसि. अस्तु, बहु सम्यक् अस्ति. अग्रे अग्रे अस्ति बालसुब्रह्मण्यं तत्र वदतु कृपया. सीता माण्डवी ऊर्मिला श्रुतकीर्तिषु का कनीयस्यः? सो समूहः शतस्रः, अत्र कनीयस्यः इति बहुवचनं, तस्मात् ज्येष्ठः सीता विहाय अन्याः माण्डवी ऊर्मिला श्रुतकीर्ति सर्वेपि कनीयस्यः. तर्हि कति समूहाः सन्ति? कति समूहः इत्युक्ते चतस्रः समूहः, सीता माण्डवी ऊर्मिला श्रुतकीर्ति. चतस्रः व्यक्तयः सन्ति इति तु सत्यं, किन्तु अत्र तुलना कस्य आधारेण क्रियते? द्वयः, सीता माण्डवी ऊर्मिला श्रुतकीर्ति इति द्वौ सन्ति. नाम प्रश्नस्य दर्शनेन किम् अवगच्छामः? प्रथमतया कथं जानीमः यत् सदस्यद्वयं स्यात्? कः प्रत्ययः उपयुक्तः? किं प्रश्नः इति काः कनीयस्यः इति काः इति अस्य दर्शनेन काः इति यतोहि चत्वारः सदस्याः सन्ति तर्हि काः इति सुदर्शनेन अपि अवगन्तुं शक्नुमः यत् किम् अवगच्छामः उत्तरम् एकं न द्वी न बहूनि इति आम् चतुर्षु त्रयः तिस्रः महिलाः स्वीकर्तव्याः यतो हि बहुवचने किन्तु कति समूहाः इति तत्र कः प्रत्ययः उपयुक्तः अत्र प्रश्ने कनीयस्यः इति तत्र कः प्रत्ययः अस्ति प्रत्ययः कः प्रत्ययः इयसून् अस्ति तर्हि इयसून् इत्यस्य दर्शनेन किं जानीमः समूहद्वयमेव अस्ति समूहद्वयं तत्र कनीयस्यः इति अस्य दर्शनेन इयसून् इत्यस्य दर्शनेन अवगच्छामः यत् समूहद्वयमस्ति अपि च इष्टे समूहे कति सदस्याः स्युः इति कथं जानीमः इष्टे समूहे कति सदस्याः तत्र बहुवचने भवता उक्तमासीत् बहुवचनमस्ति काः कनीयस्यः बहुवचनमस्ति बहुवचनमस्ति चेत् एकव्यक्तिः न व्यक्तिद्वयं न तदधिकं स्यात् पुनः आहत्य चत्वारः जनाः सन्ति चतस्रः महिलाः सन्ति इति कृत्वा सर्वं तु स्वीकर्तुं न शक्नुमः तर्हि एकं न द्वयं न चत्वारः अपि न तर्हि चतस्रः अपि न तर्हि तिस्रः महिलाः स्वीकर्तव्याः इति एतत् सर्वं दृष्ट्वा अवगच्छामः खलु प्रथमतया कति समूहाः सन्ति समूहद्वयम् अस्माकम् इष्टे समूहे कति सदस्याः स्युः त्रयः तर्हि वाक्यं वदतु एकवारं सीता माण्डवी ऊर्मिळा श्रुतकीर्तिषु माण्डवी ऊर्मिळा श्रुतकीर्ति कन्यस्यः कन्यस्यः समीचीनमस्ति महोदय एकः प्रश्नः अस्ति समूहद्वयम् इत्युक्ते सीता एकः समूहः माण्डवी ऊर्मिळा सुतकीर्तिः अन्यसमूहः वा सत्यं सत्यम् अत्र तथा विभक्तमस्ति अध्ययनार्थम् अस्तु अग्रे गच्छेम तर्हि इदानीं सुब्रह्मण्यं तत्र अग्रे गच्छामः अस्तु महोदय इदानीमत्र रामायणमहाभारतकाव्ययोः महाभारतं वरीयः इत्युक्ते विस्तृतम् इति अत्र इदानीं वरीयः इति अस्ति तत्तु इयसून् प्रत्ययान्तपदमस्ति अत्र उरु इति प्रातिपदिकं तस्य परिवर्तनं भूत्वा वर् इति भवति वर्योगः इयसुन् अत्र वरीयस् इति रूपम् अत्र वरीयः इति नपुंसकलिङ्ग एकवचनरूपमस्ति अत्र इदानीं नपुंसकलिङ्गं किमर्थमित्युक्ते अत्र महाभारतमिति नपुंसकलिङ्गमस्ति एकवचन पदमस्ति अपि च इदानीमत्र यदा वयं दृष्टवन्तः पूर्वं कति समूहाः सन्ति इत्युक्ते अत्र समूहद्वयम् अस्ति रामायणम् इति एकः द्वितीयः अस्ति महाभारतं द्वयोः काव्ययोः एकं वरीयः इति तस्मिन् अर्थे तर्हि समूहद्वयमस्ति, अपि च प्रत्येकस्मिन् समूहे एकसदस्यः एव, एकः एव सदस्यः, अपि च इदानीमत्र एकस्य एव प्रस्तावना अस्ति, अतः महाभारतं वरीयः, अतः अत्र एकवचने अपि च नपुंसकलिङ्गे. बहु समीचीनमस्ति, वरीयः यथा मनः, मनस् वरीयस् मनः वरीयः, बहु समीचीनमस्ति. अस्तु, लक्ष्मी भगिनी अग्रे. सर्वेषु काव्येषु रामायणमहाभारतकाव्ये वरीयसि, अत्रापि गणद्वयमस्ति, सर्वाणि काव्यानि एकः समूहः रामायणमहाभारते काव्ये इति द्वितीयः समूहः, अत्रापि तुलना अस्ति. अत्र यथा महोदयः उक्तवान्, सुब्रह्मण्यमहोदयः, अत्र उरु इति शब्दात् वर् आदेशः भवति, प्रकृति आदेशः, अतः वरीयस् इति प्रातिपदिकं रूपम्. अत्र रामायणमहाभारतकाव्ये इति द्विवचने अस्ति, तदर्थम् अत्र वरीयसि इति द्विवचनरूपमस्ति. नपुंसकलिङ्ग द्विवचनरूपं वरीयसि. वरीयसि, अस्तु. तर्हि अत्र अस्माभिः कथम् अवगन्तव्यमस्ति यत् समूहद्वयमस्ति? अत्र सर्वाणि काव्यानि स्वीकुर्मः चेत् तत् एकः समूहः, परन्तु अत्र स्वीकृते समूहे केवलं रामायणमहाभारतकाव्ये, अत्र काव्यद्वयमेव स्वीकृतमस्ति. इष्टसमूहः, अस्माकम् इष्टः समूहः, अत्र तस्मिन् समूहे केवलं काव्यद्वयमेव स्वीकृतम्. अत्र किञ्चित् वैचित्र्यमस्ति, किला भगिनी प्रायः तथा वक्तुमिच्छति न जाने, किन्तु अत्र सामान्यतया तथा न वक्तव्यमस्ति. भवती यदुक्तवती तत्तु साधु एव, किन्तु सर्वेषु काव्येषु अत्र समूहद्वयं स्वीकर्तव्यमस्ति यत् अवशिष्टानि काव्यानि सर्वं तत्र एकसमूहः इति भवितुमर्हति. एतत् सर्वं अखिलभगिनी वदतु किमस्ति. तदेव महोदय, तत्र सर्वेषु काव्येषु इति यदा वदामः चेत् तत्र बहूनि काव्यानि सन्ति खलु, तर्हि तत्र किमर्थं रामायणमहाभारतकाव्ये वरिष्ठे इति वक्तुं न शक्नुमः इति? वक्तुं शक्नुमः अवश्यं, तदपि तदेव सामान्यम् इति भवेत्. अत्र असामान्यमस्ति, अत्र असामान्यमस्ति यत् काव्यद्वयम् अतिरिच्य अन्यत् सर्वम् एकः समूहः इति स्वीकृतः अस्ति. दोषः इति न वदामि, किन्तु साधारण अभिव्यक्तिः नास्ति. साधारणतया अत्र इष्ठन् इति भवेत्. अस्तु, यत् किमपि भवतु नाम अग्रे शुकुवनं वा तत्र अग्रे वदति वा. हा महोदय, सर्वेषु काव्येषु किं काव्यं वरिष्ठम् इति अस्ति. अत्र बहुषु समूहेषु एकः एव स्वीकृतः, तस्य तदेव वक्तुः मनसि अस्ति. तत्र किं काव्यम् इति दत्तमिति कृत्वा तत्र इष्टन् इति प्रत्ययः योजितः, अपि च इदानीं काव्यम् इति एकवचने अस्ति इति कृत्वा, नपुंसकलिङ्गे एकवचने अस्ति इति कृत्वा तत्र वरिष्ठम् इति रूपं भवति. अस्य प्रश्नस्य उत्तरं भवति सर्वेषु काव्येषु महाभारतं वरिष्ठम् इति भवति. आम्, हा समीचीनमस्ति. पुनः वर् इति कस्य प्रकृति आदेशः आसीत्? हा, इदानीं तत्र प्रातिपदिकम् आसीत् उरु इति, तस्य वर् इति आदेशः भवति. योगः इष्टन् वरिष्ठ इति प्रातिपदिकं भवति, तस्य नपुंसकलिङ्गरूपं भवति वरिष्ठम् इति. आम्, बहु समीचीनमस्ति. तर्हि अग्रे सहदेव महोदय एकं कर्तुमिच्छति वा? न किं केवलं शृणोमि महोदय. किं अस्तु. तर्हि अग्रे इदानीं किम् अखिला भगिनी भवती एव वदतु. सर्वेषु काव्येषु के काव्ये वरीयसि? यथा पूर्वम् अस्माभिः चर्चितं तत्र सर्वेषु काव्येषु रामायणमहाभारतकाव्ये वरीयसि इति. तत्र रामायणमहाभारतकाव्ये अतिरिच्य अन्यानि सर्वाणि काव्यानि एकः समूहः इति स्वीकृतः. रामायणमहाभारतकाव्ये अपरः समूहः. तर्हि तत्र समूहद्वयमिति कृत्वा इयस् इति प्रत्ययस्य उपयोगः. वर् इति तु तत्र उरु इत्यस्य प्रकृति आदेशः भवति. तर्हि वरीयस् इति प्रातिपदिकं तत्र द्विवचने वरीयसि इति नपुंसकलिङ्गरूपं. तर्हि वाक्यं भवति सर्वेषु काव्येषु रामायणमहाभारतकाव्ये वरीयसि इति. अस्तु, बहु समीचीनमस्ति. इति अस्माकम् अभ्यासः. तर्हि अधुना पृष्ठद्वयात् प्राक् गीतश्लोकः अस्ति, तदेव कुर्मः, अनन्तरम् अग्रे गन्तुं शक्नुमः. महोदय, अत्र किञ्चित् अत्र यत् पूर्वम् अहम् उक्तवती तस्मिन् विषये किञ्चित् समीकर्तुम् इच्छामि. अत्र बहुल इत्यस्य स्थाने तत्र बहि इति आदेशः अस्ति, परन्तु अत्र बहिष्ट इति एव दीर्घ इकारः नास्ति. परन्तु ईयसन् इति योजयामः चेत् तत्र बहियान् इति तत्र दीर्घ इकारः. बहियान् इति बहिष्ट इति नाम अनुस्वारः न भवति, भवती उक्तवती. न, अनुस्वारः अस्ति परन्तु दीर्घ इकारः नास्ति. बहि योगः इष्ट, बहिष्ट एव, कथञ्चित् तत्र दीर्घ इकारः भवति. अस्तु, दीर्घकारः नास्ति, परन्तु बहियान् इत्यस्मिन् दीर्घ इकारः अस्ति तत्र. बहियान् तर्हि ह्रस्वीकारः एव अस्ति. सत्यं महोदय, तदेव अहमपि दृष्टवती, अनन्तरम् ई पत्रं प्रेषयिष्यामि इति चिन्तितमपि. तर्हि किञ्चित् विपरीतरीत्या उक्तवती. बहिष्ट इति तत्र ब उपस अनुस्वारः, ह्रस्व हकारः ह्रस्व इकारः एव अस्ति. बहिष्टः बहिष्ट अस्तु, द्रष्टव्यमस्ति. समीचीनम्. अग्रे अस्तु, विद्याभगिनी अग्रे पठति वा अत्र श्लोकं वा? अस्तु, एतान् गीतश्लोकान् पठत. अर्जुन उवाच, जायसि चेत् कर्मणस्ते मता बुद्धिर्जनार्दन, तत् किं कर्मणि घोरे मां नियोजयसि केशव. व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे, तदेकं वद निश्चित्य येन श्रेयोऽहम् आप्नुयाम्. अस्तु, प्रथमम् अस्तु. अर्जुन उवाच, ज्यायसि चेत् कर्मणस्ते मता बुद्धिर्जनार्दनः, तत् किं कर्मणि घोरे मां नियोजयसि केशव. महोदय, अत्र अन्वयः अहं दृष्ट्वा एव वदामि, यतोहि तादृशसामर्थ्यं नास्ति मम. अतः अत्र अन्वयः अस्ति, जनार्दन बुद्धिः कर्मणः ज्यायसि ते मता चेत् केशव, तत् घोरे कर्मणि मां किं नियोजयसि इति अन्वयवाक्यमस्ति. अत्र श्रीकृष्णः अर्जुनम् उद्दिश्य गीतायाः उपदेशं यदा करोति, तत्रस्मिन् सन्दर्भे श्रीकृष्णः सः उक्तवान् अत्र कर्ममार्गः अपि च ज्ञानमार्गः, तस्मिन् विषये सः उक्तवान्. तर्हि अत्र अर्जुनः कृष्णम् उद्दिश्य वदति, अत्र मार्गद्वयमस्ति, कर्ममार्गः अपि ज्ञानमार्गः. तयोः मार्गयोः ज्ञानमार्गः एव श्रेष्ठः चेत् तर्हि भवान् किमर्थं मां युद्धं करोतु इति, किमर्थं भवान् तथा वदति इति सः प्रश्नरूपेण वाक्यं वदति अत्र. अस्तु, समीचीनमस्ति. तर्हि अत्र किञ्चित् वदतु, अत्र ज्यायसि इति नाम तत्र वाक्यसंरचना कथमस्ति, कस्य विशेषणं, किमर्थं तथा तादृशरूपम् अस्ति? हा, अत्र कर्म अस्ति, अपि बुद्धिः अस्ति. बुद्धिकर्मयोः बुद्धिकर्मणोः अत्र द्वयोर्मध्ये अतिशयं दर्शयितुं ज्यायस् इति अत्र इयसुन् इति प्रत्ययं योजयित्वा अत्र तत्र नपुंसकलिङ्गे ज्यायसि, ज्यायः ज्यायसि इति द्विवचने रूपं स्वीकृत्य कर्म बुद्धिद्वयोर्मध्ये कः श्रेष्ठः इत्यस्मिन् अर्थे ज्यायसि इति अस्ति. न न, पुनः पुनः चिन्तयतु, अत्र द्विवचने कथं स्यात्? तत्र द्वयोः मध्ये एकः स्वीकर्तव्यः अस्ति खलु, द्वयोर्मध्ये एकः. हा, सत्यं सत्यं सत्यं. ज्यायसि इति स्त्रीलिङ्गे अस्ति, यतोहि बुद्धिः स्त्रीलिङ्गे अस्ति. हा, अत्र कर्म बुद्धि द्वयोर्मध्ये एकः एका श्रेष्ठा इति कृत्वा अत्र बुद्धिः बुद्धिः इत्यस्य विशेषणमस्ति ज्यायसि. हा, बहु सम्यक् अस्ति, तथैव अस्ति. बुद्धिः कर्मणः ज्यायसि, कर्मणः इति पञ्चमी विभक्तो अस्ति, तस्मात् बुद्धिः ज्यायसि इति अर्थः अस्ति. अत्र स्पष्टमस्ति वा? ज्यायसि इति अतिशयेन प्रशस्ता प्रशस्ता इति अर्थः अस्ति, जानीमः एव. अत्र अन्यत् किं किम् अस्ति? मता, मता इति कीदृशपदमस्ति? मन् योगः त प्रत्ययः, नकारस्य लोपः एव. प्रथमाविभक्तौ. बहु सम्यक् अस्ति. अनन्तरं तत् इति अत्र तत् इति तर्हि इति अस्मिन् अर्थे उक्तमस्ति. तत् तर्हि घोरे कर्मणि तत्र किमिति घोरे कर्मणि इत्युक्ते भयङ्करः युद्धकार्ये युद्धकार्ये. अस्तु, बहु सम्यक् अस्ति. अग्रे गच्छेम. तत्र प्रथमश्लोकः, तत्र नियोजयसि इति क्रियापदमस्ति. अस्माकं सामान्यचिन्तनमस्ति, प्रथमम् अस्माभिः द्रष्टव्यमस्ति यत् कस्मिन्नपि श्लोके तत्र क्रियापदं किम्, अनन्तरम् अन्वयः द्रष्टव्यः अस्ति. अत्र नियोजयसि इति क्रियापदमस्ति. अस्तु, सामान्यचिन्तनमस्ति. द्वितीयं लक्ष्मीभगिनी वदतु कृपया. व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्. अत्र अस्मिन् वाक्ये श्रेयोऽहमाप्नुयाम् अत्र स्थूलाक्षरैः श्रेयो इति दत्तमस्ति. अहं चिन्तयामि तत्र श्रेयः इति पदमस्ति, तत्र विसर्गसन्धिः अपि च पूर्वरूपसन्धिः भूत्वा अत्र श्रेयः इति पदमस्ति. श्रेयः इति पदं इयसून् प्रत्ययम् इति चिन्तयामश्चेत् नपुंसकलिङ्गे एव एकवचनरूपे श्रेयः इति रूपं द्रष्टुं शक्नुमः. अत्र किं श्रेयः इति अत्र तुलना अस्ति. विषयद्वयमस्ति चेत् द्वयोर्मध्ये तत्र तुलनां कुर्मः चेत् इयसुन् प्रत्ययं नपुंसकलिङ्गे योजयित्वा श्रेयः दत्तमस्ति. अत्र क्रियापदमस्ति वद. तदेकलिङ्गे नपुंसकलिङ्गे किमर्थम् किमर्थमित्युक्ते अत्र श्रेयः, वयं श्रेयः इति पदं द्रष्टुं शक्नुमः अत्र. सन्धिविच्छेदं कुर्मः चेत् नपुंसकलिङ्गे नपुंसकलिङ्गे अस्ति एव सत्यं भवती उक्तवती, किन्तु किमर्थं कस्य विशेषम् अथवा किमर्थं नपुंसकलिङ्गे स्वीकृतमस्ति? अहं चिन्तयामि अत्र तदेकं वद इति अत्र दत्तमस्ति, तत् योगः एकं तदेकम् एकं वद इत्युक्ते अत्र नपुंसकलिङ्गे प्रश्नवाचकशब्दः अस्ति एकं वद. तर्हि किमर्थं नपुंसकलिङ्गे प्रश्नवाचक शब्दः तथा? अत्र यतोहि द्वयोः मध्ये बुद्धिकर्मणोः तत्र द्वयोः मध्ये किम् इति न जानीमः खलु. कर्मशब्दः नपुंसकलिङ्गे, बुद्धिशब्दः स्त्रीलिङ्गे, किन्तु द्वयोः मध्ये सः न जानाति उत्तरं किम् इति न जानाति खलु, तदर्थं पृच्छति. एतत् किम् इति अभ्यासपुस्तके अस्ति खलु, एतत् किं यदा न जानीमः एतत् किं, तर्हि तदानीं खलु नपुंसकलिङ्गस्य उपयोगः. यदा वस्तु किम् इति जानीमः तदानीं तस्य लिङ्गं दृष्ट्वा उपयोगः व्यवहारः, किन्तु अत्र सः उत्तरं न जानाति इति कृत्वा खलु. नाम सामान्यचिन्तनं व्याकरणं भवती उक्तवती सम्यक्तया. अस्तु, तर्हि अत्र अन्य भवती दृष्टवती वा नाम अत्र अन्वयवाक्यं किम् इति अथवा वक्तुमिच्छति वा महोदय? अत्र श्रेयः इति अहम् इति पदस्य विशेषणमस्ति वा अथवा न? श्रेयः अहम् इति न, तत्र श्रेयान् इति भवति खलु अहम् इत्यस्य भवति चेत् श्रेयः इति तत् किम् इत्यस्य विशेषणं वा? नाम द्वयोः मध्ये यत् सम्यक् भवेत् तस्य विशेषणं, किन्तु द्वयोः मध्ये किं भविष्यति इति न जानाति तदर्थं नपुंसकलिङ्गे अस्ति. नपुंसकलिङ्गे अस्ति. अस्तु, अहं दृष्ट्वा वदामि महोदय. अन्वयवाक्यम् अत्र व्यामिश्रेणेव इव वाक्येन मे बुद्धिं मोहयसि इति दत्तमस्ति. मे इत्युक्ते मम बुद्धिं मोहयसि, त्वं मोहयसि, अत्र मध्यमपुरुष एकवचने अस्ति. अतः व्यामिश्रेणेव व्यामिश्रेण इव वाक्येन मे बुद्धिं मोहयसि. तद् येन अहं श्रेयः आप्नुयाम् एकं निश्चित्य वद. अत्र एकं निश्चित्य वद इति तस्मिन् विषये एव अत्र श्रेयः इति नपुंसकलिङ्गे अस्ति. आं, पुनः तदेव नाम सः किं श्रेयः इति न जानाति इति कृत्वा तदर्थमस्ति. व्यामिश्रेण इव नाम भ्रमात् भ्रमं, नाम सः भ्रमे तत्र भ्रमात्मकविषयः अस्ति इति कृत्वा व्यामिश्रेण इव इति निश्चयेन निश्चयार्थे अस्ति. आम्, तत्र भ्रमात्मकः शिक्षा भ्रमात्मिका शिक्षा इति वक्तुमिच्छति तत्र. नाम भगवतः श्रीकृष्णस्य तत्र वाक्यमिति अत्र दत्तमस्ति. वाक्यं भ्रमात्मकम् इति कृत्वा भवतां शिक्षा भ्रमात्मिका अस्ति इति कृत्वा व्यामिश्रेण वाक्येन इति दत्तमस्ति. महोदय, अत्र वामिश्रेण इति तत्र वामिश्रेणी इति अर्जुनस्य विशेषणं वा इन्नि प्रत्ययः वाक्यशब्दस्य वामिश्रेण वाक्येन नपुंसकलिङ्गपदं व्यामिश्रम् इति पदं वा नपुंसकलिङ्गपदं व्यामिश्रः अथवा मिश्रम् तत्र व्यामिश्र तृतीयमिश्रिणी अनन्तरं वामिश्रिणि इव इति वा वाक्ये तत्र गञ् इति प्रत्ययः महोदय अत्र वि उपसर्गपूर्वकः आ उपसर्गपूर्वकः मिश्रयोगः घञ् व्यामिश्रण तृतीयेन घञति पुल्लिङ्गे अस्ति मिथि पुल्लिङ्गे अस्ति व्यामिश्रेण किन्तु अत्र तथापि किं पुस्तके किं दत्तमस्ति अत्र बहुव्रीहिसमासः अस्ति वा यतोहि वाक्येन वामिश्रेण वाक्येन अत्र विशेषणत्वेन उपयुक्तमस्ति महोदय अत्र वाक्यस्य वाक्यमित्यस्य विशेषणं वाक्यस्य विशेषणम् अतः घञ् प्रति नाम घञ् साधारणतया घञ् इति नित्यं पुल्लिङ्गे अस्ति यत्र यत्र यत्र विशेषणमस्ति अस्तु द्रष्टव्यमस्ति त्रिषु पुल्लिङ्गेषु भवितुमर्हति महोदय वाक्यम् इति वाक्यं नपुंसलिङ्गे पदं तस्य विशेषणं कथं पुल्लिङ्गे भवितुमर्हति नाम तत् तत्र बहुव्रीहिसमासः इति साधारणतया तथा कुर्मः बहुव्रीहिसमासः इति कृत्वा त्रिषु लिङ्गेषु सम्भवति नाम इयं महिला मम मित्रम् इति कुत्रचित् नाम विशेषणविशेष्यभावः अस्ति वा अथवा यत् किं अपरस्य भावस्य नाम किम् आसीत् उद्देशविधेयभावः उद्देशविधेयभावः अस्ति चेत् लिङ्गपरिवर्तनं न भवति मित्रम् इयं मम मित्रं विशेषणविशेष्यभावः अस्ति चेत् तत्र श्लोकः अस्ति खलु यल्लिङ्गं यद्वचनं या च विभक्तिः विशेषस्य तल्लिङ्गं तद्वचनं च विभक्तिः विशेषणस्यापि अस्तु त्रिषु लिङ्गेषु अपि भवति इति दत्तमस्ति व्यामिश्रं यद्यपि गञ् इति प्रत्ययः अस्ति त्रिषु लिङ्गेषु अपि भवति आमां यतोहि विशेषणत्वेन उपयुक्तम् अस्ति नो चेत् गञ् प्रत्ययः नित्यं पुल्लिङ्गशब्दः यत्र कुत्र घञति नित्यपुल्लिङ्गशब्दः अस्ति किन्तु अत्र विशेषणत्वेन उपयुक्तमस्ति इति कृत्वा त्रिषु लिङ्गेषु प्रत्ययस्य नाम किं गय् आर् गय् घञ् घञ् हा बहुत्र भवति भावार्थे अस्ति घञ् प्रत्ययः बहु सम्यक् प्रत्ययः अस्ति मम मित्रम् अस्तु तर्हि समयः जातः अस्ति इतः अग्रे अपि च महोदय तत्र श्रेयः इति द्वितीयविभक्तौ अस्ति इति अपि वक्तव्यं द्वितीयविभक्तौ कथं श्रेयः येन श्रेयः आप्नुयाम् इति अस्ति किल श्रेयः द्वितीयविभक्तौ आमां सत्यं सत्यम् एकवचनरूपमिव दृश्यते किन्तु नपुंसकलिङ्गः इति कृत्वा तत्र एकवचनं प्रथमाविभक्ति द्वितीयविभक्ति द्वयमपि समानरूपमेव आमामां सत्यं सत्यं सत्यं सत्यं समीचीनम् अस्तु अस्मिन् सप्ताहे न्यूनाः एव जनाः तत्र गृहपाठं कृतवन्तः अस्मिन् सप्ताहे पुनः वदामि यत् किन्तु एतादृशं यथा अभ्यासः जातः अस्मिन् सप्ताहे खलु यत् कति समूहाः सन्ति गृहे स्वीकृते समूहे कति सदस्याः सन्ति तादृशं नाम द्विवचने बहुवचने वा एतादृशं वाक्यं रचयतु गृहपाठत्वेन नो चेत् विस्मरणं भविष्यति अहं प्रशयिष्यामि किन्तु एवमेव उक्तवान् यत् गृहपाठः अस्ति तत् दृष्ट्वा करोतु कृपया अस्तु धन्यवादः सर्वेषां तर्हि धन्यवादः महोदय धन्यवादः धन्यवादः महोदय नमस्कारः धन्यवादः